अस्तु, तर्हि सर्वेषां स्वागतम्। अत्र अस्माकं पुस्तकमस्ति गीताप्रवेशः, तस्य च प्रथमभागः, तत्र च प्रथमाध्यायः, तृतीयवस्तुतः द्वितीयपुटपर्यन्तम् अस्माभिः प्राप्तं प्रतिसप्ताहे। तत्र गृहपाठत्वेन तृतीयाभ्यासः, चतुर्थाभ्यासः, पञ्चमाभ्यासः च इति अस्ति। अस्माकं अत्र सन्धिपरिचयः, सन्धिपरिचयः इति अस्माकं विषयः अस्तु। अनेन तर्हि अत्र किञ्चित् पश्येम, तत्र चतुर्थम् अभ्यासं कथं भवति इति। नाम अस्माकं श्लोकः आसीत् तत्र प्रथमे पुटे, तं श्लोकं पठित्वा तत् वाक्यरूपेण कथं वक्तव्यमस्ति इति एव चतुर्थः अभ्यासः अस्ति। तर्हि अत्र किं लक्ष्मीभगिनी वदति वा श्लोकं प्रथमतया? नमस्कारः महोदय, सुब्रह्मण्यः अत्र, क्षम्यतां नागतवान्। अस्तु महोदय, श्लोकं नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं। अत्र किन्तु श्लोकं तत्र तस्यां दशायां न वदामः खलु, तत्र पुंलिङ्गशब्दः श्लोकः। श्लोकं मया किमर्थम् उक्तम्? अत्र अन्वयवाक्यं वदामि वा? न, मया मकारः किमर्थम् उक्तः? श्लोकं खलु, श्लोकं द्वितीयविभक्ति, हा तत्र द्वितीयविभक्तौ आसीत्, किन्तु भवती तु श्लोकः एवमस्ति इति तत्र प्रथमविभक्तौ, अतः श्लोकः इति हा उक्त्वा। अस्तु, श्रावयतु कृपया। श्लोकं वदामि वा अथवा चतुर्थाभ्यासं करोमि? हा, श्लोकः वक्तव्यः, वदतु कृपया। नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्। अत्र चतुर्थाभ्यासः पाठं पठित्वा रिक्तस्थानानि पूरयता अस्ति। भगवन्तं नारायणं मनुष्येषु श्रेष्ठम् अर्जुनं देवीं सरस्वतीं व्यासमहर्षिं च नमस्कृत्य ततः जयः इति ग्रन्थस्य वाचनं करणीयम् इति भवति। इति भवति अत्र नारायणं श्रेष्ठं सरस्वतीं व्यासमहर्षिम् इति अत्र का विभक्तिः अस्ति भगिनि? द्वितीयाविभक्तिः एकवचनं। हा, वारं वारं तथा भवति। अत्र द्वितीयाविभक्तिः अत्र किमर्थम् इति सुमित्रा भगिनी वदति वा? हा, सुमित्रा भगिनी, अत्र अस्मिन् वाक्ये वारं वारं द्वितीयविभक्त्यन्तपदं किमर्थम् आगच्छति? द्वितीयाविभक्तौ किमर्थम्? वाक्यं पश्यति वा? आं महोदय, कथं वक्तव्यमिति न जानामि। नमस्कृत्य महोदय, अत्र नमस्कृत्य त्वान्तपदमस्ति, त्वान्तपदं द्वितीयाविभक्ति स्वीकरोति। त्वान्तपदं किन्तु नास्ति, नमस्कृत्य। हा, अत्र ल्यबन्तपदमस्ति। ओ, ल्यबन्तम्। आं महोदय, आम्, ल्यबन्तपदमस्ति, यतोहि अत्र यत्र यत्र उपसर्गः भवति अथवा उपसर्ग साम्य सदृश्य सादृश्य किमपि भवति तत्र ल्यबन्तपदं भवति, नमस्कृत्य। तर्हि नमः इति यद्यपि उपसर्गः नास्ति, किन्तु तत्र उपसर्गतुल्यः इति अस्ति नमस्कृत्य। अतः तत्र कृत्वा आगत्य इति आदिकं भवति खलु। अत्र तादृश कानिचन पदानि भवन्ति यानि तिङन्त न स्युः न सन्ति किन्तु येषां पूर्वं येभ्यः पूर्वं तत्र द्वितीय कर्मपदं स्वीकरोति यथा गन्तुं तत्र चुमुन् यत्र भवति यत्र क्त्वा भवति यत्र ल्यप् भवति अपि च यत्र शत्रप्रत्ययः भवति शत्रन्तं पदं भवति चेत् अपि तथा नाम तिङन्तपदं नास्ति चेदपि द्वितीयविभक्त्यन्तं पदं स्वीकरोति इति विशेषः अत्र अस्ति. नाम सामान्यतया तथा वदामः नाम अहं पाठशालां गच्छामि इति तिङन्तपदं नाम क्रियापदमस्ति खलु तदर्थमेव पाठशालाम् इति कर्मपदं भवति. किन्तु अत्र नमस्कृत्य इति क्रियापदं तिङन्तपदं नास्ति तथापि कर्मपदम् अस्ति. किमर्थमिति चेत् एतादृशपदानि कानिचन सन्ति तुमुनन्त क्त्वान्त ल्यबन्त शत्रन्तपदानि यत्र भवन्ति तत्र कर्मपदस्य सम्भावना वर्तते. अस्तु समीचीनमस्ति. इदं वाक्यं स्पष्टं स्यात्. अग्रे गच्छेम वा? तर्हि अत्र अग्रे रत्ना भगिनी पठति वा? पञ्चम अभ्यासं वा महोदय? हा सत्यम्. यथा उदाहरणं संयोजयत चैव भवति च योजनम् एव नरोत्तमं नर उत्तमं ततो भवति ततः जयमुदीरयेत् इति जयम् उदीरयेत् सन्धिकार्यं नास्ति तत् नारायणं तदेव भवति किन्तु अन्तिमं मकारं भवति अनन्तरं सरस्वतीं तदपि सरस्वतीम् इति अनुस्वारं न उपयोगं कुर्मः मकारम् उपयोगं कुर्मः अन्ते नरं तत्रापि तथा एव भवति अनुस्वारं न उपयोगं कुर्मः मकारस्य उपयोगं भवति देवीं तदपि तथा एव भवति मकारस्य अन्तिम मकारम् अन्तिमे आगच्छति. समीचीनमस्ति. अत्र रत्ना भगिनी उक्तवती यत् जयम् उदीरयेत् तत्र जयम् उदीरयेत् इति उक्त्वा सः सा तु ततः अग्रे उक्तवती तत् सन्धिः नास्ति इति. अत्र सतीशमहोदय तत्र वदति वा किमर्थं सन्धिः नास्ति किमर्थं सन्धिः नास्ति समीपमस्ति लोट् लकार अस्ति अत्र विधिलिङ्ग् विधिलिङ्ग् अस्ति. नाम मम प्रश्नः अस्ति यत् अत्र जयमुदीरयत् इति तत्र पदयोः अथवा वर्णयोः सामीप्यम् अस्ति तथापि संस्कृतेन प्रयासं करोतु. इदं स्वसन्धिः स्वसन्धिः नास्ति जयम् उदीर्येत् अ अ उ नाम सन्धिः नास्ति चेत् किमर्थम् अस्ति अत्र च एव चैव इति अस्ति तत्र नर उत्तम नरोत्तम नरोत्तमम् अत्र किन्तु जयम् उदीर्येत् तत्र भेदः कः जयम् उदीर्येत् न जानामि जयम् उदीर्येत् अस्तु अस्तु नास्ति चेत् नास्ति चेत् अत्र जगन्नाथमहोदय वदति वा अत्र कीदृशी स्थितिः अस्ति जयम् अत्र मकार केवल व्यञ्जनम् उकारं स्वरशब्द व्यञ्जन एकं जयशब्दस्य शेषपदं केवल व्यञ्जनम् उदीर्यत् शब्दस्य आरम्भश अक्षरं केवल स्वराक्षरं द्वयोः मिलित्वा आगच्छति, किन्तु तत्र कोऽपि भेदः नास्ति अक्षरे, अक्षराण्या अक्षरे अक्षराणां अक्षरेषु कोऽपि भेदः नास्ति. हा, भेदः नास्ति, समीचीनमस्ति. अत्र विकारः इति वदामः, विकारः नाम परिवर्तनं, विकारः अस्ति न वा इति द्रष्टव्यमस्ति. नरयोग उत्तमं, तत्र उकारस्य स्थाने ओकारः, तत्र अकार अकार उकारयोः संयोजनेन ओकारः जातः. नर उत्तमम्, अकार अकार उकारयोः संयोजनेन एकादेशः इति वदामः, तत्र ओकारः. इति कृत्वा विकारः नाम परिवर्तनं. जयम् उदीरयेत्, अत्र मकारः तदानीमपि अस्ति, उकारः तदानीमपि अस्ति, इति कृत्वा वर्णविकारः नास्ति, तदर्थं केवलं सामीप्यमस्ति, अत्र सन्धिः नास्ति. किन्तु अस्तु, समीचीनमस्ति. अग्रे अग्रे अग्रे अस्ति नारायणं, सरस्वतीं, नरं, देवीम्. अत्र सर्वत्र पदान्ते अनुस्वारः अस्ति, अग्रे मकारः अस्ति. अत्र वर्णविकारः अस्ति वा न वा इति प्रश्नः उदेति. किं वक्तव्यमस्ति अत्र? रविमहोदय वदति वा? अस्ति वा महोदय? रविमहोदय, अत्र विकारः अस्ति. हा हा हा, सत्यं. हा, तत्र मकारस्य स्थाने कुत्रचित् पदान्ते अनुस्वारः आगच्छति. अग्रे एतत् सर्वं पठिष्यामः, अग्रे एतत् सर्वं नाम सूत्राणि सर्वं दीयते, अतः नास्ति चिन्ता. केवलम् अभिज्ञानमस्ति, अभिज्ञानमस्ति, अभिज्ञातुमिच्छामः यत् कुत्र सन्धिः अस्ति, कुत्र सन्धिः नास्ति. अत्र अस्ति खलु, मकारः इति भिन्नः अस्ति, अनुस्वारः भिन्नः. अनुस्वारः अपि वर्णः अस्ति, किन्तु मकारस्य स्थाने अनुस्वारः, तत्र एकं सूत्रमस्ति, तत्र भयं न स्यात्. अत्र मोनुस्वारः इति सूत्रमस्ति. मोनुस्वारः इति सूत्रं वदति यत् मकारान्तस्य नाम मान्तस्य पदस्य अनुस्वारः स्यात् हलि परे. हल् हल् इति प्रायः अस्मासु बहवः जानीयुः यत् हल् इत्युक्ते व्यञ्जनवर्णः. नाम व्यञ्जनवर्णः अनन्तरम् आगच्छति चेत् मकारान्तस्य पदस्य मकारस्य स्थाने अनुस्वारः भवति इति सूत्रं वदति मोनुस्वारः. अस्तु, समीचीनमस्ति. अग्रे गच्छेम तर्हि. हरीशमहोदय, अग्रे पठति वा महोदय? श्रीमद्भगवद्गीतायाः निम्नलिखितेषु श्लोकेषु स्थूलाक्षरपदानि सावधानं पठत. पश्यैतां पाण्डुपुत्राणाम् आचार्यमहतीं तमुं व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता. अग्रे गच्छामि खल? हा, नाम प्रथमश्लोके कीदृशी स्थितिः अस्ति? स्थूलाक्षरैः पदद्वयं लिखितमस्ति, विवरणं करोमि अहं. तत् पश्यैतां, तत्र सन्धिः पश्य एताम् इति अस्ति. पाण्डुपुत्राणाम् आचार्य, तत्र किमपि सन्धिकार्यं नास्ति. महतीं चमुम्, अपि च तत्र व्यूढान् द्रुपदपुत्रेण तव शिष्येण धीमता, तत्र किमपि अस्माकं कार्यं नास्ति. द्वितीयः श्लोकः, अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं, पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितं. तदस्माकं, तत्र तत् अस्माकं, भीष्माभिरक्षितं, भीष्मम् अभिरक्षितं, त्विदमेतेषां तु इदम् एतेषाम् इति सन्धिः अस्ति तत्र. भीमाभिरक्षितं, भीमम् अभिरक्षितं. तृतीयः श्लोकः, अयमेषु च सर्वेषु महोदय, एकनिमेषं कृपया. बहु समीचीनमस्ति, सुन्दररूपेण भवता प्रतिपादितमस्ति. सर्वे अवगतवन्तः न वा इति द्रष्टव्यम् एकनिमेषः. तत्र उदाहरणार्थं तत्र पश्येतां, पश्येताम् इति रविप्रकाशमहोदय तत्र वदति वा कीदृशी स्थितिः अस्ति पश्येताम्? वदतु महोदय. प्रथमे श्लोके प्रथमपदं किमस्ति? अत्र किम् अभवत्? नाम मूलस्थितिः का? कस्य मूलस्थितिः? पश्य. हा, पश्य एताम्. हा हा, पश्य एताम् इति स्थितिः अस्ति. अत्र च सर्वे पश्यन्तु, अधोभागे लिखितमस्ति खलु, युक्तानि पदानि वियुक्तानि पदानि इति लिखितमस्ति. सर्वे पश्यन्ति वा अत्र अधोभागे? तत्र पश्य एताम्, अत्र अकार एकारयोः स्थाने ऐकारः आगतः अस्ति. अत्र अकार एकारयोः स्थाने ऐकारः आगतः अस्ति. सदैव महोदय पश्यति खलु अत्र, स्पष्टं वा? अस्तु, समीचीनं महोदय. अस्तु अस्तु, तर्हि अग्रे द्वितीयं पदम् अभिनव महोदय, कृपया पठतु प्रथमश्लोकस्य द्वितीयं पदम्. नमस्ते महोदय, क्षम्यताम्, अखिला अस्मि. अन्य के के आगतवन्तः अखिला भगिनी? अन्य कोऽपि केचन जनाः आगतवन्तः? पुष्पा भगिनी, अनन्तरं पुनः ओ सुनिधि भगिनी अस्ति, पिताजी अपि अस्ति. सन्दीप महोदय, अस्तु समीचीनम्. अन्य कोऽपि? हेमा भगिनी अस्ति. अनन्तरं श्रीनिवास महोदय. अनन्तरं बालसुब्रह्मण्यन्. बालसुब्रह्मण्यं महोदय. अनन्तरं अन्य कोऽपि? अस्तु, समीचीनमस्ति. अभिनव महोदय, कृपया प्रथमश्लोकस्य द्वितीयं पदं किम्? व्यूढां द्रुपदपुत्रेण तव शिष्य. प्रथमश्लोकस्य द्वितीयं पदं? द्वितीयं पदं पाण्डुपुत्राणाम् आचार्य. अत्र सन्धिः अस्ति? अस्ति. नास्ति नास्ति. किमर्थं नास्ति? विकारः नास्ति. पर्यन्तम् आ अस्ति, तर्हि परिवर्तनं नास्ति, तर्हि सन्धिः नास्ति. बहु समीचीनमस्ति. अस्तु, अग्रे द्वितीयश्लोके सुनिधिभगिनी आगच्छतु. अत्र द्वितीयश्लोकः अस्ति, तत्र द्वितीयश्लोकस्य द्वितीयं पदं किमस्ति? तदस्माकम्. तत्र मूलस्थितिः का? तत् च अस्माकम्. तत् अस्माकं, बहु समीचीनमस्ति. सम्यक् भगिनि. अत्र परिवर्तनं जातं वा, विकारः जातः वा? परिवर्तनम् अस्ति. तकारस्य स्थाने कः वर्णः आगतः? दकारः आगच्छत्. बहु समीचीनमस्ति. सर्वे पश्यन्तु, सा तु त्रयोदशवर्षीया अस्ति. सा तु कर्तुं शक्नोति चेत् सर्वे कर्तुं शक्नुवन्ति इति अवश्यं. बहु समीचीनमस्ति, सुन्दरत्वेन उक्तं भवत्या. तत्र तकारस्य स्थाने दकारः. यत्र व्यञ्जनपरिवर्तनं भवति तत्र हल् सन्धिः इति वदामः. हल् इति व्यञ्जनम्, अत्र हल् सन्धिः अस्ति. तकारस्य स्थाने दकारः. उपरि आसीत् पश्य एताम्, अकार एकारयोः स्थाने ऐकारः इति कृत्वा अच् सन्धिः. अच् इत्युक्ते स्वरः. अच् स्वरः हल् व्यञ्जनम्. अत्र सन्धिः त्रिविधः इति वयं जानीमः. तत्र प्रथमतया अच् सन्धिः, अनन्तरं हल् सन्धिः, अनन्तरं विसर्गसन्धिः. कुत्र विकारः अस्ति इति दृष्ट्वा जानीमः. अस्तु, बहु समीचीनमस्ति. इदानीं द्वितीयश्लोकस्य चतुर्थं पदम् इति अस्तु, विद्या भगिनी वदति वा? आं महोदय, भीष्माभिरक्षितं, भीष्माभिरक्षितं, भीष्म अभिरक्षितं, भीष्माभिरक्षितम्. अत्र अकारः भीष्म अन्तिमवर्ण अकारः, अनन्तरं प्रथमवर्णः अकारः, अकार अकार अत्र स्वरसन्धिः अस्ति. हा, तत्र तत्र विकारः जातः वा? अत्र विकारः अस्ति. हा, कीदृशविकारः, कस्य स्थाने किं जातम्? अकारस्य स्थाने आकारः आगच्छति. अकारयोः अकार अकारः, अकारद्वयमस्ति खलु, द्वयोः अकारयोः स्थाने आकारः आगतः. कुत्रचित् एकस्य वर्णस्य स्थाने एकः वर्णः, यथा तस्मादेकं, यथा न क्षम्यतां तदस्माकम् इति अस्ति, तदस्माकं, तत्र तकारस्य एव स्थाने, एकस्य एव वर्णस्य स्थाने एकः वर्णः आगतः. अत्र द्वयोः वर्णयोः स्थाने एकः वर्णः, उभयत्र सन्धिः अस्ति किन्तु. अस्तु, बहु समीचीनमस्ति. हेमा भगिनी, हेमा भगिनी अग्रे वदति वा? तत्र द्वितीयश्लोकस्य तत्र द्वितीयपङ्क्तिः अस्ति, तस्य च द्वितीयं पदम्. आं महोदय, त्विदमेतेषाम् इति अस्ति. अत्र त्रयः तु योगः इदं योगः एतेषाम् इति पदत्रयम् अस्ति. तु योगः इदम्, अत्र प्रथमं तु यण् सन्धिः अस्ति, उकारस्य इकारस्य योजनेन तत्र वकारः आगच्छति. तदनन्तरम् इदं योगः एतेषाम्, अत्र किमपि परिवर्तनं नास्ति, अत्र केवलं गुणिताक्षरः भवति, मकार अकारः योजनेन मे इति भवति. हा, बहु समीचीनमस्ति. अत्र तु योगः इदम्, अत्र द्वयोः वर्णयोः स्थाने वकारः अथवा कीदृशी स्थितिः अस्ति? केवलं पूर्वस्थाने उकारस्य स्थाने वकारः आगच्छति, ई तु तत्रैव अस्ति, तर्हि वकार इकारयोजनेन वि इति भवति. उकार इकारयोः, हा, समीचीनमस्ति. उकार इकारयोः संयोजनेन उकारस्य स्थाने वकारः भवति इति वदामः. तत्र भगिनी उक्तवती यण् सन्धिः, तत्र प्रत्येकं सन्धेः नामकरणं भवति, अग्रे भविष्यति, तत्र नास्ति चिन्ता, केवलं सन्धिः अस्ति एकस्य एव वर्णस्य. अस्तु, बहु समीचीनमस्ति. एवमेव एतत् सर्वं भवति, सर्वत्र तथा अस्ति. तर्हि तृतीयश्लोकः अत्र अखिला भगिनी पठति वा? आं महोदय, अयन्तिषु था यथा भागमवस्थिताः भीष्म. तृतीयश्लोकः, तृतीयं श्लोकं पठतु कृपया. इति अस्ति, भवती तु कृतवती एव, पुनः कृपया. अयनेषु च सर्वेषु यथा भागमवस्थिताः भीष्म एवाभिरक्षन्तु भवन्तः सर्व एव हि. यथा तत्र महोदय, तत्र वस्तुतया स्थलत्रयमस्ति खलु, तत्र सर्व अपि तत्र कः शब्दः तत्र स्थूलाक्षरपदानि सन्धिनिघ्नपदानि अस्ति इति तत्र चिन्तयामः चेत् तत्र यथा भागमवस्थिताः इति एकं, भीष्ममेव अभिरक्षन्तु इति द्वितीयं, सर्व इति तृतीयं खलु. नाम यथा भागमवस्थिताः इति कीदृशी स्थितिः अस्ति? हा, यथा भागमवस्थिताः इति तत्र सन्धिकार्यं नास्ति, तत्र केवलं वर्णमेलनं यथा वयं पूर्वं दृष्टवन्तः, तत्र मकारस्य अनन्तरम् अकारः अस्ति, तत्र केवलं वर्णमेलनं, न तु किमपि परिवर्तनं, तर्हि सन्धिकार्यं नास्ति. अत्र सर्वे पश्यन्तु, अत्र यथा भागं यद्यपि पदत्रयमस्ति इति दृश्येत, किन्तु वस्तुस्थितिः इयं यत् यथा भागमिति समस्तपदमस्ति, संयुक्तपदमस्ति. अग्रे गत्वा सन्धिविषयस्य अनन्तरम् एतत् सर्वं पठिष्यामः. यथा भागमिति समासः, तदर्थम् एक एव शब्दः इति मत्वा यथा भागं योगः अवस्थितः. अस्तु, तदनन्तरं किं पदमस्ति? तदनन्तरं भीष्ममेव अभिरक्षन्तु इति अस्ति. अत्र मूलस्थितिः अस्ति भीष्मम् एव अभिरक्षन्तु इति त्रीणि पदानि. भीष्मम् एव इति अत्र अस्ति, तत्र तु केवलं वर्णमेलनं, मकारस्य अनन्तरम् एकारः अस्ति, तर्हि अत्र किमपि परिवर्तनं न जातं, केवलं वर्णमेलनं भीष्ममेव इति. तदनन्तरम् एव अनन्तरम् अभिरक्षन्तु इति, एव मध्ये अकारः अस्ति अन्तिमवर्णः, अभिरक्षन्तु इति आरम्भे अकारः अस्ति, अकारयोः मेलनेन आकारः आगच्छति इदानीं, तर्हि तत्र एवाभिरक्षन्तु इति अत्र सन्धिकार्यं, सम्पूर्णं मिलित्वा भीष्ममेव अभिरक्षन्तु इति पदं व्युत्पन्नम्. हा हा, सम्यक् अस्ति. अत्र एकमपि वक्तव्यमस्ति, अत्र भीष्ममेवाभिरक्षन्तु इति एकं पदमस्ति वा? वस्तुतया एकं पदं नास्ति महोदय, क्षम्यतां, भीष्मम् एव एकं पदं नास्ति, परन्तु मिलित्वा तत्र लिखितमस्ति, अथवा तत्र उच्चारणार्थं तत्र तथा भवति. यत्र सन्धिः एव अस्ति, यत्र समासः नास्ति, केवलं सन्धिः, नाम क्षम्यतां, कस्यचित् तत्र वायुः दूरवाण्याम् आगच्छति इति कृत्वा मास्तु कृपया, वायुः मुखतः. अस्तु, अत्र यत्र सन्धिः केवलं वर्णयोः मेलनं भवति, पदयोः मेलनं न, केवलं वर्णस्तरीयकार्यमस्ति. वर्णस्तरीयकार्यं यत्र अस्ति, तत्र तदानीमपि पदद्वयं तिष्ठति, अथवा अत्र पदत्रयमस्ति, भीष्मम् एव अभिरक्षन्तु, अत्र पदत्रयम् अस्ति, संयोजनानन्तरम् अपि पदत्रयमस्ति. सन्धेः अथवा सन्धेः भवनेन अत्र तत्र पदम् एकं निष्पन्नं भवति इति नितरां न वक्तव्यम् अस्माभिः, केवलम् अवगमनार्थं वदामि अत्र, यत् सन्धिः अस्ति चेदपि पदं पृथक् अस्ति, पदद्वयं पदत्रयं वा पृथक् तिष्ठति एव. अस्तु, सञ्जीवमहोदय अग्रे कृपया. चतुर्थः श्लोकः. ततः शङ्खाश्च भैर्यश्च पणवानकगोमुखाः सहसैवाभ्यहन्यन्त. तत्र वस्तुतः एकः सन्धिः अस्ति तत्र, सर्व एव हि, परन्तु तत्र स्थूलाक्षरैः न मुद्रितमस्ति, परन्तु सोपि सन्धिः अस्ति, सर्वे एव, तत्र सर्व एव इति अस्ति. हा, समीचीनमस्ति. किञ्चित् मूलपदं किमस्ति इति मन्दं मन्दं वदतु, प्रदर्शयतु, किं का स्थितिः अस्ति? सर्वे भवन्तः इति, तत्र सर्वे एव, तत्र सन्धिना सर्व एव इति जायते. हा, अस्तु, सम्यक् अस्ति. हा, सम्यक्, धन्यवादः महोदय. अग्रे अग्रे, सञ्जीवमहोदय. चतुर्थः श्लोकः. ततश्शङ्खाश्च भैर्यश्च प्रणवानखगोमुखाः सहसैवाभ्यहन्यन्त स्वशब्दस्तुमलो भवत्. अत्र शङ्खाश्च इत्यस्मिन् सन्धिकार्यमस्ति, शङ्खाः योजनं च, तदनन्तरं भैर्यश्च, भैर्यः योजनं च, विसर्गसन्धिः शङ्खाः योजनं च, विसर्गसन्धिः हल् सन्धिश्च अस्ति, भैर्यश्च विसर्गसन्धिः हल् सन्धिः च, पणवानकगोमुखाः तदनन्तरं सहसैवाभ्यान्यन्त तत्र सहसा योगः एव योगः अभि योगः अहन्यन्त इति सन्धयः सन्ति सहसा योगः एव स्वरसन्धिः एव योगः अभि तत्रापि स्वरसन्धिः अभि योगः अहन्यन्त तत्र हल् सन्धिः अस्ति स शब्दस्तुमलो भवत् शब्दः योगः तु शब्दः योगः तुमुलः योगः अभवत् शब्दः योगः तुमुलः तत्र दकारस्य तुकारस्य मध्ये तकारस्य मध्ये विसर्गसन्धिः किं शब्दः अस्ति वा हा शब्दः सर्वे पश्यन्तु एकवारम् अत्र कस्य वर्णस्य विकारः भवति इत्यस्य आधारेण कीदृशसन्धिः इति वक्तव्यं भवति यत्र हल् मूलवर्णः हल् वर्णः तस्य परिवर्तनं जातम् इति चेत् तत्र हल् सन्धिः तत्र स्वरस्य परिवर्तनं भवति चेत् अच् सन्धिः विसर्गस्य परिवर्तनं भवति चेत् विसर्गसन्धिः अतः अत्र शङ्काः शङ्खाः योगः च इत्यस्यां दशायां विसर्गस्य स्थाने शकारादेशः भवति वस्तुतः क्रमेण सकारः अनन्तरं शकारः इति विसर्गसन्धिः अस्ति धैर्यः अपि तथा शब्दः अपि तथा शब्दस्य तत्र विसर्गस्य स्थाने तत्र सकारः भवति विसर्गसन्धिः विसर्गसन्धिः अस्ति सकारस्य स्थाने उपरि तत्र उपरि तस्य सकारस्य स्थाने शकारः अस्ति तत्र हल् सन्धिः इति मूले सकारः अस्ति चेत् तत् तथा वदामः सकारस्य स्थाने शकारः भवति चेत् तथा अस्तु अग्रे महोदय तुमुलः योगः अभवत् अत्रापि विसर्गसन्धिः अस्ति हा अस्तु समीचीनमस्ति अस्तु तर्हि अनेन वयम् अवगतवन्तः यत् कुत्र कुत्र सन्धिः अस्ति कुत्र कुत्र नास्ति नाम वर्णविकारः कथञ्चित् अस्ति चेत् सन्धिः इति वक्तव्यमस्ति अस्तु बहु सम्यक् अस्ति क्षम्यताम् अत्र अभियोगः अहन्यन्त इति स्वरसन्धिः खलु न तु हल् सन्धिः हा सत्यम् अत्र इकारस्य स्थाने यकारः इति अच् सन्धिः अस्ति सत्यं सत्यम् अग्रे गच्छेम तर्हि अत्र महोदय शब्दतुमलो भवत् एतत् समस्तं पद अस्ति तत्र द्रष्टव्यमस्ति तत्र शब्दः तु नाम अर्थं दृष्ट्वा अर्थपरिवर्तनमस्ति चेत् समस्तपदमस्ति शब्दः न अत्र प्रायः न स्यात् यतोहि अत्र शब्दस्तुमुलः अत्र प्रायः सन्धिः एव अस्ति अत्र हरीशमहोदय जानीयात् अत्र मम तत्र परिचितशब्दः नास्ति किन्तु अत्र अर्थविकारः प्रायः नास्ति केवलं वर्णीय वर्णस्तरे एव परिवर्तनं जातमस्ति तत्र समस्तपदं नास्ति महोदय तत्र शब्दः तुमुलः अभवत् तुमुलः इत्युक्ते प्रायः संस्कृतभाषायाः एव आङ्ग्लभाषा अपि पदमस्ति तत्र तुमुलुटस् इति तुमुलः इति तत्र भवति यतोहि तत्र युद्धसमये तत्र सैनिकाः शङ्खाः भेर्याः इति ते वादयन्ति अनेन ध्वनिना तत्र तुमुलः अभवत् इत्येव तात्पर्यमस्ति तत्र हा हा हा इदानीं स्मर्यते हा इदानीं मनसि अपि आगतः तत्र अर्थः कथमस्ति अत्र गीतायाः तत्र आरम्भे एव अस्ति अस्तु समीचीनमस्ति यत्र यद् यत्र एकमेव इदानीं मास्तु नाम यत्र वर्णस्य स्तरे परिवर्तनमेव भवति तत्र सन्धिः अस्ति यत्र पदस्य स्तरे परिवर्तनं भवति अर्थविकारः अस्ति नूतनं पदं निष्पन्नं भवति तत्र वयं वदामः यत् तत्र समासः अस्ति तत्र अग्रिमविषयः अस्ति प्रश्नः सम्यक् अस्ति अग्रे गच्छेम इदानीं नताशा भगिनी अग्रे पठति वा सन्धिः यत्र आदेशादिकं सम्भवति तादृशः वर्णयोः अतिशयतिः सन्धिः पुनः पठतु कृपया सम्यक्तया. यत्र यत्र आदेशादिकं सम्भवति तादृशः वर्णयोः अतिशयितः सन्निधिः सन्धि इति उच्यते. तस्य अर्थः कः? आम् महोदय, अत्र यत्र आदेशादिकं आदेश अग्रिमे पुटे सर्वे पश्यन्तु एकवारम्. अग्रिमे नाम तत्र सप्तमे पुटे तत्र आदेश स्थूलाक्षरैः लिखितमस्ति आदेशः आगमः लोपः प्रकृतिभावः. अत्र आदेशादिकम् इत्युक्ते तदेव आदेशः आगमः लोपः प्रकृतिभावः इति अस्ति. यत्र आदेश आदि नियमः सन्ति तत्र तादृशः वर्णयोः अतिशयितः इत्युक्ते अत्यन्तसन्निधिः अतीवसन्निधिः. आं सन्धि इति उच्यते. तत्र वर्णः अति अति सामीप्यं सामीप्यम् अस्ति तत्र सन्धिः भवति इति. नाम अग्रे अग्रे अपि उच्यते यत्र विकारः अस्ति तत्र. अस्तु, द्वितीयं वाक्यं. सन्धिविषये अधिकं ज्ञातुम् आदौ एते विषयाः अस्माभिः ज्ञातव्याः सन्ति. अस्तु, बहवः जनाः सन्ति इति कृत्वा अग्रे शिकेश महोदय अग्रे पठति वा? महोदय, अक्षरम् श्रवणोन्द्रियग्राह्यम् अक्षरम् नमस्ते. सर्वं पठतु कृपया अनन्तरं प्रतिपादयतु यावत्. श्रवणेन्द्रियग्राह्यम् अक्षरं तस्य एव वर्णः इत्यपि नाम. अक्षरं त्रिविधं स्वरः आयोगवाहः व्यञ्जनं च इति. अक्षरम् इत्युक्ते उचितं महोदय. अक्षरस्य अपरं नाम भवति वर्णः इति. अक्षरं त्रिविधं भवति स्वरः आयोगवाहः व्यञ्जनं च. अत्र प्रथमपदं श्रवणेन्द्रियग्राह्यं श्रवणेन्द्रियग्राह्यं इत्युक्ते महोदय वदिष्यति कृपया. हां, शिकेश महोदय कृपया. भवान् तस्य अर्थं जानाति एव, किञ्चित् सर्वे न अवगच्छेयुः. स्वस्यैः शब्दैः किञ्चित् वदतु, वाक्यरूपेण अस्य अर्थः कः? अस्तु, किम् इन्द्रियग्राह्यं अस्माकं श्रवणेन्द्रियः अस्तु किल, तस्य ग्राह्यं शब्दं भवति अक्षरम्. सत्यं. यः ध्वनिः ग्राह्यं नाम गृह्यते श्रवणेन्द्रियेण स्वीकरोति. गृह्णाति इति अक्षरं, तस्य समानार्थशब्दः अस्ति वर्णः. अस्तु, बहु समीचीनमस्ति. अग्रे स्वरः अत्र अग्रे किं किं नाम स्वरः नाम कः, अयोगवाहः नाम कः, व्यञ्जनं नाम किम् इति उच्यते अग्रे. अतः अग्रे पठेम तर्हि. अग्रे सतीशमहोदय पठति वा. अक्षरं त्रिविधं स्वर अयोगवाह व्यञ्जनं च इति. अग्रे अग्रे स्वर स्वतन्त्रतया उच्चार्यमाणे वर्णे स्वर अ इ उ रि लृ ए औ ए औ इत्येते स्वराः. हा, तत्र स्वतन्त्रतया उच्चार्यमाणः वर्णः स्वरः इत्युक्ते स्वतन्त्रतया उच्चार्यमाणः स्वरः अ इ उ रि लृ ए औ ए औ ते सर्वे स्वतन्त्रतया उच्चार्यमाणाः सन्ति. हा, स्वतन्त्रतया इत्युक्ते किं? स्वतन्त्रतया स्वतन्त्रतया न जानामि. अस्तु, स्वतन्त्रतया स्वतन्त्रतया अत्र राजेन्द्रमहोदय वदति वा. आं महोदय, स्वतन्त्रतया इत्युक्ते अत्र किमपि सहायम् आवश्यके वक्तुं शक्नुमः सम्पूर्णतया, कोऽपि सहायं न आवश्यकं तत् तथा यथा स्वरे स्वराः तत् वक्तुं शक्नुमः अ इ उ रि ऋ ए ओ ऐ औ, तत्र कोऽपि सहायं न आवश्यकं, स्वतन्त्रतया एव वक्तुम् अपि वक्तुं शक्नुमः. हा हा, समीचीनमस्ति. यथा ककारः, ककारः इत्यस्य वदने मया बहु किमपि उक्तं खलु, ककारः, किन्तु केवलं क इति वर्णः अस्ति चेत् स्वरः न उच्चार्यते चेत् मया क इति कथं वदामि? ककारस्य वदनार्थं तत्र कश्चन स्वरः अपेक्षितः, नो चेत् उच्चारयितुमेव न शक्नुमः. तर्हि अत्र अकारः नाम अ अ अ स्वतन्त्रतया उच्चार्यमाणः, तस्य तत्र साहाय्यं न अपेक्षितं. साहाय्यम् इत्युक्ते अपरस्य वर्णस्य आवश्यकता नास्ति वदनार्थं. तर्हि अ इ उ ऋ लृ ए औ ए ओ ऐ औ इति एते स्वराः सर्वे तादृशाः सन्ति, साहाय्यं न अपेक्षितम् उच्चारणार्थम्. अस्तु, समीचीनमस्ति. सरला भगिनी अग्रे. अग्रे सरला भगिनी. आं महोदय, स्वरत्रिविध ह्रस्व दीर्घः ऋतुश्च इति त्रिविधा स्वराः सन्ति. एकमस्ति ह्रस्व, द्वितीय दीर्घ, तृतीय अस्ति प्लुत. वर्णोच्चारकालः मात्रा इति उच्यते. प्रत्येक वर्ण उच्चारणार्थं मात्रा अस्ति. मात्रा कति समय वर्ण उच्चारणं भवति तस्य नाम मात्रा अस्ति. काल कति काल भवति एकमात्रकालेन. एकनिमेषः, बहु सम्यक् अस्ति, बहु सम्यक् अस्ति. केवलम् एकं वदामि, अत्र कति समयः इति वक्तुं न शक्नुमः, किन्तु अत्र कियान् समयः नाम यत्र मात्रा अस्ति तत्र कियत् अथवा कियान् अथवा कियति इति वदामः. यत्र गणनमस्ति, यत्र गणनमस्ति, गणनं यत्र अस्ति तत्र कति जनाः सन्ति खलु, अस्तु त्रयः जनाः, तत्र कति इति वदामः. यत्र मात्रा अस्ति तत्र मात्रा अथवा मात्रम् अस्ति तत्र वदामः तत्र कियत् अथवा तस्य भिन्नरूपं. हा, अस्तु, समीचीनमस्ति. सुब्रह्मण्यमहोदय अग्रे कृपया. आं महोदय, एकमात्राकालेन उच्चारयितुं योग्यः स्वरः ह्रस्वः. अ इ उ ऋ लृ एते ह्रस्वाः. अत्र इदानीम् एव दृष्टवन्तः मात्रा इत्युक्ते किमिति. वर्णस्य उच्चारणकालः यः अस्ति सः मात्रा अस्ति. अत्र एकमात्राकालेन इत्युक्ते अत्र समयस्य कियत् समयः अत्र एकमात्राकालेन कालसमयः अस्ति. यः स्वरः एकमात्राकालेन उच्चारयामः न योग्यः भवति, स च स्वरः ह्रस्वः भवति. यथा अत्र अ इ उ ऋ एते सर्वे ह्रस्वाः भवन्ति. हा, अत्र कालस्य मापनं कियान् समयः इति द्रष्टव्यम् अस्माभिः. अत्र अत्र एकमात्रकालेन उच्चारयितुं योग्यः स्वरः ह्रस्वः इति यथा महोदय उक्तमस्ति. समीचीनमस्ति. अग्रे गच्छेम तर्हि. सहदेव महोदय अग्रे. महोदय अस्ति. क्षम्यतां, म्यूट्. अस्तु, वदतु. द्विमात्राकालेन उच्चारयितुं योगः स्वरः दीर्घः आ इ उ रि ए अ ओ औ एते दीर्घाः. हा, समीचीनमस्ति. अ इ उ ऋ ए ऐ ओ औ एते दीर्घाः द्विमात्राकालेन. हा, समीचीनमस्ति. ततः अग्रे पुष्पा भगिनी अग्रे. त्रिमात्राकालेन उच्चारयितुं योग्यः स्वरः प्लुतः. अत्र आ कं किं किं वदामि अत्र? आ इ उ ऋ ऋ एतादृशमस्ति. एते प्लुताः. प्लुताः त्रिमात्राकालेन उच्चार्यन्ते इति बोधयितुं वर्णस्य पुरतः अत्र किं किं वदामि? त्रीणि त्रीणि संख्या लिख्यते. त्रीणि संख्या लिख्यते लिख्यते. एकनिमिषं महोदय. हा, म्यूट् करोतु कृपया भगिनि. अस्तु, समीचीनमस्ति. अग्रे अग्रे तर्हि श्रीनिवासमहोदय अग्रे. तत्र कश्चन श्लोकः अस्ति अधोभागे, मात्रा इति कालविशेषः. श्रीनिवासमहोदय अस्ति. आम्, बालसुब्रह्मण्यमहोदय. मात्रा इति कालविशेषः. चाषस्तु बद्धते मात्रां, द्विमात्रं त्वमेव वायसः. शिखी रौति त्रिमात्रं तु नकुलस्वर्धमात्रकम्. पाणिनीयशिक्षा. पाणिनीयशिक्षा अत्र प्रदर्श्यते. पशूनां ध्वनिं दृष्ट्वा कथमस्ति. अत्र चाषः इति पक्षिविशेषः, चाषः. अत्र वायसः अपि, वायसः नाम काकः. शिखी, शिखी इति तत्र शिखिन् अस्ति. तत्र नकारान्त पुल्लिङ्गशब्दः. मयूरः इति अर्थः शिखिन्. प्रथमविभक्तौ शिखी, स्त्रीलिङ्गे शिखिनी. अपि च नकुलः, नकुलः अपि प्रायः सर्वे जानीयुः. हा, अस्तु. तर्हि अत्र किमस्ति आरम्भे किं लिखितमस्ति महोदय? चाषस्तु. चाषस्तु वदते मात्रां. अत्र वद् धातुः सामान्यतया परस्मैपदिधातुः अस्ति, न तु आत्मनिपदिधातुः, किन्तु केषुचित् स्थलेषु आत्मनिपदि भवति, अत्र अपि तथा प्रदर्श्यते। चाषः तु वदति इत्यस्मिन् अर्थे अत्र वदति यत्र नैपुण्यमस्ति, यथा पाणिनिः वदति, शास्त्रे वदति, अथवा यत्र प्रकाशते, शोभते, तत्रापि वदति इति उच्यते। यत्र कार्यमस्ति क्षेत्रे वदति, नाम यत्र शाकः अस्ति बहिः, वयं यत्र कार्यं कुर्मः तत्र क्षेत्रे वदति इत्यस्मिन् कार्यमित्यस्मिन् अर्थे अपि एवं कुत्रचित् केषुचित् स्थलेषु आत्मनिपदि भवति, सामान्यतया परस्मैपदि दातु किञ्चित् किन्तु वद। तर्हि चाषः तु वदति मात्राम्। अग्रे किमस्ति महोदय? द्विमात्रं तु एव वायुसः, नाम काकः, काकस्य ध्वनिः तदपेक्षया किञ्चित् दीर्घः अस्ति खलु। अस्तु अग्रे। तदनन्तरं सिखिः रौति त्रिमात्रम्। हा, अत्र रौति इत्युक्ते वदति, नाम पशोः ध्वनिः यदा भवति तत्र रौति इति वदामः, यथा पक्षिणः तत्र ध्वनिः रौति इति वदामः। शिखी रौति त्रिमात्रं, तस्य ध्वनिः पुनः इतोपि दीर्घः अस्ति। किन्तु अग्रे नकुलः तु अतीव लघुध्वनिः अस्ति, लघुध्वनिः अस्ति। अग्रे उच्यते यत् तत्र स्वराणां तत्र मात्रात्रयमस्ति, तत्र लघुः, ह्रस्वः, दीर्घः, प्लुतः। तत्र व्यञ्जनं भवति अर्धमात्रकम्, अर्धमात्रकालेन भवति व्यञ्जनं हल् वर्णः। अस्तु, बहु सम्यक् अस्ति। अग्रे गच्छेम। तर्हि श्रीनिवासमहोदय अस्ति वा महोदय? नो चेत् अस्ति। अस्तु अग्रे पठतु महोदय। आयोगवाहः अनुस्वरः विसर्गः जिह्वामूल्यः कखाभ्यां पूर्वः अर्ध्वविसर्गसदृशो वर्णः जिह्वामूल्यः, नाम यत्र विसर्गसन्धिः भवति, नाम यत्र विसर्गः अस्ति विसर्गस्य अग्रे तत्र ककारः अथवा खकारः अस्ति, यथा बालकः करोति तत्र यदि वर्णसंयोजनं कुर्मः, तत्र सन्धिं कुर्मः, तत्र सामान्यविसर्गसन्धिः इति न भवति, अत्र जिह्वामूलीयः नाम यथा अर्धविसर्गः इति उच्चार्यते। अपि च तत्र अग्रे किमस्ति? पूर्वः अर्धविसर्गसदृशो वर्णः उपाध्यानीयः क ख फ प फ एते चत्वारः अयोगवाहाः इति विशिष्टपदमस्ति तत्र। अस्तु, हरीशमहोदय, तत्र अधोभागे लिखितमस्ति न विद्यते योगः इति, पठति वा महोदय? एवं, तस्मात् प्राक् एकम् अहं वदामि, तत् जिह्वामूलीय उपध्मानीयः इति उच्चारणविशेषः एव, यतोहि तत्र रामः करोति तत्र सन्धिना रामः करोति इति ध्वनिः तत्र जायते. अपि च रामः पठति इत्युक्ते तत्र रामः पठति इत्येव उपध्मानीयः. रामः करोति इत्युक्ते जिह्वामूलीयः, रामः पठति इत्युक्ते उपध्मानीयः. तावदेव. इदानीम् अयोगवाहः इति पदस्य अर्थः कः इति प्रायः दत्तमस्ति इति मन्ये. न विद्यते योगः माहेश्वरसूत्रेषु, येषां ते अयोगाः इति. माहेश्वरसूत्रेषु तत्र जिह्वामूलीयः अपि उपध्मानीयः न विद्यते, अतः अयोगः इति भवति. योगः इत्युक्ते सम्बन्धः. तत्र माहेश्वरसूत्रेषु तेषां सम्बन्धः नास्ति, अत एव अयोगः इति. अपि च प्रयोगं वहन्ति इति, वहन्ति इत्युक्ते वाहाः, तत्र मेघाः अपि अपरं नाम वर्तते वारिवाहः इति. वारि वहति इति वारिवाहः, तस्मात् अत्र वहन्ति इति वाहाः, प्रयोगं निर्वहन्ति सः. अत एव तत्र समासं कृत्वा अयोगाश्च वाहाश्च अयोगवाहाः इति पदं निष्पन्नम् अस्ति. हा, बहु समीचीनमस्ति. तर्हि अत्र आहत्य चत्वारि अक्षराणि सन्ति, अनुस्वारः, विसर्गः, जिह्वामूलीयः, अपि च उपध्मानीयः. एते अयोगवाहाः इति इत्यनेन तत्र अयोगवाहः इत्युक्ते तानि अक्षराणि यानि माहेश्वरसूत्रेषु नान्तर्भूतानि. अग्रे स्थूलाक्षरैः लिखितमस्ति खलु, अग्रे इदानीमेव वदिष्यामः. अत्र अग्रे अस्ति अ इ उन् ऋल् ऋक् ए ओं ऐ औच् इति तत्र चतुर्दश वाक्यानि सन्ति. अग्रे पश्यन्ति वा, अत्र उपरि लिखितमस्ति माहेश्वरसूत्राणि. अत्र केवलं भिन्नरीत्या दत्तमस्ति वर्णमाला, तावदेव. वर्णमाला अस्ति तावदेव, अन्यत् किमपि जातिल्यं नास्ति. वर्णमाला इति चिन्तयतु. किन्तु अस्यां वर्णमालायां न अनुस्वारः, न वा विसर्गः, न वा जिह्वामूलीयः, न वा उपध्मानीयः अन्तर्भूतः इति कृत्वा अत्र अयोगवाहः. अत्र अयोग अयोग इत्युक्ते माहेश्वरसूत्रेषु नास्ति. वाहः इत्युक्ते तत्र भाषायां नाम प्रयोगे अस्ति. अनुस्वारः उपयुज्यते खलु अस्माभिः भाषायां, किन्तु अत्र अयम् अनुस्वारः न सूचितः अस्ति, न वा विसर्गः. चत्वारि अक्षराणि एवं रीत्या भाषायां सन्ति, किन्तु माहेश्वरसूत्रेषु न सन्ति इति विषयः अस्ति. अत्र योगः इति यथा लिखितमस्ति, योगः इत्युक्ते सम्बन्धः, नाम माहेश्वरसूत्रेषु सम्बन्धः नास्ति, अतः अयोगः. तानि अक्षराणि अथवा ते वर्णाः अयोगाः. वहन्ति वहन्ति इति वाहः नाम भाषायां प्रयुक्तः, वहन्ति इति भाषायां प्रयुक्ताः चत्वारः वर्णाः वहन्ति इति प्रयोगे अस्ति, प्रयोगे सन्ति. तत्र अयोगाः ते वाहाः इति द्वन्द्वसमासः, अग्रे पठिष्यामः द्वन्द्वसमासः. ते अयोगाः नाम रामः च कृष्णः च, राम इति रामकृष्णौ इति प्रसिद्धपदमस्ति खलु, रामकृष्णौ, रामः च कृष्णः च रामकृष्णौ. एवमेव एते वर्णाः अयोगाः अपि च वाहाः इति कृत्वा अयोगवाहाः इति अस्ति. ये वर्णाः माहेश्वरसूत्रेषु न पठिताः किन्तु भाषायां प्रयुक्ताः ते अयोगवाहाः. अस्तु, स्पष्टमस्ति. एकं प्रश्नमस्ति, एकः प्रश्नः अस्ति मम. रामकृष्णौ तस्मिन् स्थाने द्वितीयपदं द्विवचनं नेष्यति. अस्माकं समासविषयः अत्र नास्ति, किन्तु अत्र रामः अस्ति, कृष्णः अस्ति, अतः द्विवचने अस्ति. अत्र चत्वारः वर्णाः सन्ति. यदि यद्यपि पदद्वयमस्ति किन्तु चत्वारः वर्णाः अनुस्वारः विसर्गः जिह्वामूलीयः उपध्मानीयः इति कृत्वा बहुवचने अस्ति, स एव भेदः अस्ति. बुद्धं? धन्यवादः महोदय. अस्तु, अग्रे अग्रे द्रक्ष्यामः एतत् सर्वम्. अस्तु, लक्ष्मी भगिनी अग्रे व्यञ्जनं. व्यञ्जनम् अर्धमात्राकालेन उच्चारयितुं योग्यः वर्णः व्यञ्जनं, तच्च वर्गीयव्यञ्जनम् अवर्गीयव्यञ्जनं च इति द्विविधम्. तत्र क ख ग घ न कावर्गः च छ च वर्गः ट ठ एकनिमेषः भगिनि, काचन बहु सम्यक् अस्ति. एका प्रथा अस्ति, परम्परा प्रथा, यत् अकारं संयोजयामः उच्चारणार्थं, नो चेत् काठिन्यं भवति, न कोऽपि अवगन्तुं शक्नुयात्. अतः क ख ग घ ङ, तत्र अकारः संयुक्तः जातः उच्चारणार्थं, तावदेव. पुनः वदतु. तत्र क ख ग घ न कवर्गः कवर्गीयाः च छ ज आकारः इति न, किन्तु अकारः अकारः च छ ज झ ञ क ख ग घ ङ इति ताव एवं. ट ठ ड ढ ण टवर्गीयाः त ठ द ध न टवर्गीयाः प फ ब भ टवर्गीयाः. एतानि पञ्चविंशतिः वर्गीयव्यञ्जनानि. य र ल व स ष सा ह एतानि अष्ट अवर्गीयव्यञ्जनानि इति समूहद्वयमस्ति. अस्तु, सम्यक् अस्ति. सुमित्रा भगिनी अग्रे पठति वा? आं महोदय, पठामि. सन्धिकार्यादौ सौकार्यार्थं व्यञ्जनानां विभागाः अन्यप्रकारेण अपि कृतः अस्ति. सौकार्यार्थम् एव विभागः दत्तवन्तः तेषाम्. अन्य विभागः अपि अस्ति. ग घ ङ ज झ न ड ध न द ध न ब भ म ह य व र ल एतानि मृदुव्यञ्जनानि. क ख च छ ट ठ क ठ फ फ ष श स एतानि कर्कषव्यञ्जनानि. इति अनेन अनेन किं किं वक्तुं शक्नोति भवती, नाम विभजनं दृष्ट्वा कथमस्ति मृदुव्यञ्जनानि कानि? मृदुव्यञ्जनानि तृतीय चतुर्थ पञ्चम वर्णाः सर्वं मृदुव्यञ्जनानि. हा, इति अस्ति. पश्यन्तु सर्वे, ग घ ङ च छ ञ ढ ण दधान बभाम इति, अपि च यर तत्र यरलव इति हयवरल हयवरल इति. हा, अपि च प्रश्नं, सन्धिकार्य सौकार्यार्थं किमर्थं सौकार्यार्थं सौकर्यार्थं यतोहि अत्र अग्रे भवान् द्रक्ष्यति यत् यत्र सन्धिः भवति तदर्थं नियमः उच्यते सूत्ररूपेण पाणिना सूत्ररूपेण यथा गच्छति अपि तत्र इकारस्थाने यकारः गच्छत्यपि इकारस्थाने यकारः इति यण् सन्धिः तत्र इको यनचि इति एकं सूत्रमस्ति इको यनचि इति एवं रीत्या सौकर्यार्थं नाम संक्षेपार्थं संक्षेपार्थं येन नियमान् उच्चारयितुं शक्नुयाम सौकर्यार्थं नो चेत् बहवः वर्णाः प्रतिवारं वक्तव्याः सन्ति नाम नियमस्य उच्चारणार्थं संक्षेपार्थं संक्षेप मृद्व्यञ्जनानि इत्यस्य कथनेन एते एव वर्णाः अतः संक्षेपः अस्ति खलु संक्षेपः अस्ति मृद्व्यञ्जनानि मृद्व्यञ्जनानि अपि च ततः अग्रे इदानीं पुनः इतोपि संक्षेपः भवति यत् मृद्व्यञ्जनानि तेन हश् इति वदामः हश् यथा अच् वर्णाः तत्र अच् इति वदामः व्यञ्जनानि इति हल् वदामः खलु अनेन सौकर्यम् अस्ति नो चेत् प्रतिवारं यदा वयं वक्तुम् इच्छामः इ उ ऋ ए ओ ऐ ओ इति एतत् सर्वम् अच् इति अस्य स्थाने अच् इति वदामः चेत् तत्र सौकर्यमस्ति वा अस्ति खलु इति विषयः अस्तु अग्रे तर्हि रविप्रकाशमहोदय अग्रे पठतु कृपया कवर्गः कवर्गः चवर्गः तवर्गः तवर्गः पवर्गः च क्रमेण टु छु टु टु पु इति शब्दैः व्याकरणे व्यवहृताः भवन्ति अतः पु कवर्गः चु चवर्गः तु चवर्गः तु तवर्गः पु पवर्गः इति ज्ञातव्यम् इत्युक्ते इत्युक्ते कवर्गः चवर्गः टवर्गः तवर्गः पवर्गः च क्रमेण व्याकरणे व्यवहृताः नाम तत्र कख गघ ङ कख गघ ङ इत्यस्य स्थाने सौकर्यार्थं कवर्गः इति वदामः तत्र नामकरणं कृत्वा खलु संक्षेपः अस्ति पुनः कवर्गस्य पुनः संक्षेपः भवति कु कु कु इत्यस्य वदनेन कख गघ ङ चु इत्यस्य वदनेन चछ झझ ञ एते संक्षेपाः कुतः आगताः इति चेत् तत्र अष्टाध्याय्यां तत्र पाणिनिना विरचिताः संक्षेपाः कु इत्यस्य वदनेन तत्र सौकर्यमस्ति यत्र लाघवमस्ति लाघवम् इत्युक्ते लघुत्वं यत्र लघुत्वम् अस्ति तत्र सौकर्यमस्ति अतः कु चु टु टु पु इति लाघवमस्ति अस्तु समीचीनमस्ति सुब्रह्मण्यमहोदय अग्रे कृपया क्षम्यतां महोदय अत्र एकः प्रश्नः अस्ति कर्कषव्यञ्जनानि इत्युक्ते तत् वक्तव्यमासीत् कर्कषव्यञ्जनानि इत्यनेन तत्र प्रत्येकं वर्गस्य प्रथमसदस्य द्वयमस्ति मृद्व्यञ्जनानि इति तृतीय चतुर्थ पञ्चम च सदस्याः कर्कषव्यञ्जनानि प्रत्येकं वर्गस्य प्रथम च द्वितीय च सदस्यः अपि च ष ष स इति कर्कषव्यञ्जनानि सम्यक् वा अस्तु अस्तु महोदय तत्रापि उच्चारणविशेषः अस्ति कर्कषध्वनिः श्रूयते इत्येव कर्कषव्यञ्जनानि मृदु इत्युक्ते तत्र किम् आङ्ग्लभाषायां साफ्ट् इति वदामः खलु तदेव सत्यं सत्यं नामकरणम् इति अस्य कारणमपि अस्ति, सत्यं भवता उक्तं, नाम उच्चारणं किञ्चित् मृदु अस्ति इति कृत्वा मृदुव्यञ्जनानि. कर्कश इति किञ्चित् हर्ष् भवति, हर्ष् आङ्ग्लभाषया यत् वदामि इति कृत्वा कर्कशव्यञ्जनानि. सत्यं, धन्यवादः महोदय. सुब्रह्मण्यं महोदय कृपया अग्रे महोदय. प्रथमम् अत्र यथा भवान् उक्तवान् मृदुव्यञ्जनानां कृते अन्यनाम अस्ति हर्ष्, तथा एव कर्कशव्यञ्जनानां कृते अपि खर् वदामः वा महोदय? तत् अग्रे आगच्छति. नाम प्रथमतया माहेश्वरसूत्राणि इति प्रदर्शनीयानि सन्ति. अस्तु महोदय. महेश्वरसूत्राणि पानि माहेश्वरसूत्राणि पाणिनिः भगवतः ईश्वरस्य अनुग्रहात् इमानि सूत्राणि प्राप्य व्याकरणम् अरचयत्. प्रथममस्ति आ इ उन् रु लृक् ए ओङ् ऐ औच् हयवरट् लन् ञम ञणनम् झभङ् यमगणनं जभन् घढधश् जबगडदश् खफ छठत चटतौ कपै षसहौ. एतानि माहेश्वरसूत्राणि इति प्रसिद्धानि. हा इति अस्ति. हा बहु समीचीनमस्ति. केवलं वर्णमाला इति चिन्तयन्तु, अन्यत् किमपि नास्ति. वर्णमाला अस्ति. अस्तु जगन्नाथमहोदय अग्रे. एतानि चतुर्दशसूत्राणि महेश्वरात् आगतानि इति वैयाकरणानां मतम्. एतेषु सूत्रेषु हयवरप्रभृतयः वर्णाः सन्ति. हकारादिषु हकारः उच्चारणार्थः, तेन हयवर इत्यनेन हुयुवुर् इत्येतेषां वर्णानां ग्रहणं भवति. अयोगवाहाः तु माहेश्वरसूत्रेषु नान्तर्भूताः. क्रमेण पश्यतु. एतानि चतुर्दशसूत्राणि महेश्वरात् आगतानि इति वैयाकरणानां मतम्. तस्य अर्थः कः नाम महेश्वरः इति शिवः खलु? तस्य नृत्यम् एकस्मिन् तत्र पाणिनेः पुरतः आगत्य नृत्यं कृत्वा अनेन नृत्येन ध्वनिः निष्पन्नः जातः. अनेन ध्वनिना पाणिनेः मनसि इमानि चतुर्दशसूत्राणि आगतानि आसन् इति कथा अस्ति. अनेन तत्र नूतनरीत्या वर्णमाला अस्ति, तस्य महत्सौकर्यमस्ति व्याकरणक्षेत्रे, विलक्षणसौकर्यमस्ति. अ इ ऊण् तत्र प्रथमतया स्वराः सन्ति अ इ उ. णकारः इति त्यजतु, तत्र इत्संज्ञकवर्णः इति वदामः नामकरणं कृत्वा. अ इ उ ऋ लृ ए ओ ऐ औ इति स्वराः सन्ति. तत्र दीर्घः प्लुतः तन्त्र अन्तर्भूतः भवति. अ आ इ उ इति इत्यादिकमस्ति. अनन्तरं व्यञ्जनानि सन्ति हयवर ल यमगणन झ भ घ ढ ध जब गडद ख फ छ ठ थ चट चटत ख कप श ष स ह इति वर्णाः सन्ति. वर्णमाला तावदेव अस्ति, भयं न स्यात्. अपि च उच्चारणार्थं तत्र सौकर्यार्थम् अकारः संयुक्तः भवति सर्वत्र हल्वर्णेषु इति अस्ति. अयोगवाहाः न सन्ति इति जानीमः. तावदेव अस्ति. इदानीं दशनिमेषाः अवशिष्टाः. किञ्चित् प्रत्याहारः इत्युक्ते कः इति पश्येम. अत्र महोदय एकनिमिषं महोदय, हयवरप्रभृतयः इत्युक्ते किं महोदय? इत्यादयः प्रभृतयः इत्युक्ते इत्यादयः इत्युक्ते हल्वर्णाः नाम हयवर इत्यस्मात् आरभ्य ह पर्यन्तं तत्र ह इति द्विवारम् उच्चारणमिति पृथक् कथा अपरस्मिन् दिने हयरव इत्यस्मात् आरभ्य ह पर्यन्तं तत्र सर्वे हल्वर्णाः अन्तर्भूताः इति कृत्वा हयवर इत्यादयः वर्णाः इति तत्र प्रभृतयः वर्णाः इत्यादयः हा सत्यं सत्यं धन्यवादः अस्तु श्रीकेश महोदय कृपया महोदय हकारादिषु अकारः उच्चारणार्थः किमर्थम् यथा अस्माभिः उक्तं स्वरः न संयुक्तः चेत् उच्चारणं न सम्भवति ककारे अकारः नाम यदा वयं वदामः क तत्र अकारः संयुक्तः खलु अकारः ककार उत्तरवर्ति अकारः नास्ति चेत् उच्चारणं न सम्भवति अतः उच्चारणार्थः नाम उच्चारणार्थं तत्र हकारादिषु अकारः संयुक्तः भवति स्पष्टम् अस्तु श्रीकृष्णमहोदय प्रत्याहारः एतेषु चतुर्दशसु माहेश्वरसूत्रेषु अपि स्वररहितम् एकैकं व्यञ्जनम् अन्ते श्रूयते तेन सह उच्चार्यमाणः आदिमः वर्णः मध्ये वर्तमानानां वर्णानां स्वस्य च बोधकः भवति यथा आ इ उ ण इति सूत्रस्थस्य इकारस्य ऋलुक् इति सूत्रस्थेन अन्तिमव्यञ्जनेन ककारेण सह उच्चारमाणे उच्चारणे इक् इति शब्दः निष्पद्यते तेन इ उ ऋ ऋ इति वर्णाः उपस्थिताः भवन्ति एवम् उपसंहृत्य व्यवहृतः शब्दः प्रत्याहारः इति व्याकरणे प्रथितः अस्तु तावदेव एतेषु चतुर्दशसु माहेश्वरसूत्रेषु एकैकस्य सूत्रस्य अन्तिमवर्णः व्यञ्जनवर्णः अस्ति तद् व्यञ्जनं प्रथमवर्णस्य सह योजयित्वा प्रत्याहारः निर्मितुं शक्यते इति उदाहरणम् ऐ उण इति सूत्रस्य अन्तिमः वर्णः भवति ण इति व्यञ्जनः अतः अकारस्य सह अकारेण सह नकारस्य नकारं योजयित्वा अण इति प्रत्याहारं निर्मितुं शक्यते अण इत्यत्र आ इ उ एते वर्णाः अन्तर्भूतानि हा बहु समीचीनमस्ति अत्र पूर्वमपि सतीशमहोदय पृष्टवान् इति अहं मन्ये पूर्वं नाम सौकर्यार्थमिति सौकर्यार्थम् इति अस्य अर्थः कः इति चेत् अत्र यथा उपरि वयम् उक्तवन्तः यत् कख घ ङ इति वारं वारं खख घ ङ खख घ ङ इत्यस्य स्थाने कवर्गः इति एव वदावः कवर्गः इत्यनेन सौकर्यमस्ति खलु तत्र सौकर्यमस्ति नाम लाघवमस्ति लघुत्वमस्ति संक्षेपः अपि च पुनः संक्षेपः कुर्मः चेत् तत्र कु इत्येन कख घ ङ इति अवगम्यते अस्माभिः कु इत्यस्य वदनेन कख घ ङ इति अवगम्यते सौकर्यमस्ति एवमेव अत्र सर्वे वर्णाः विभक्ताः सन्ति अस्यां नूतनवर्णमालायाम् अत्र अ इ ऊण् अ इ ऊण् इत्यस्य नाम अ इ ऊण् इत्यस्मिन् सूत्रे अ इ उ इति त्रयः वर्णाः अन्तर्भूताः अ इ उ अस्य च नामकरणं संक्षेपार्थम् अण नाम अकारः इत्यस्मात् आरभ्य अणकारः पर्यन्तं तत्र अन्तिमवर्णः न अन्तर्भूतः वर्णसमूहे, अतः अण् इत्यस्य कथनेन केवलम् अ इ उ न तु अणकारः. अत्र अण् अ इ उ इति वर्णसमूहः, पुनः ऋक् इति तत्र ऋक् इत्यस्य कथनेन र लृ लृ इति वर्णसमूहः, पुनः एङ् एङ् इत्यस्य कथनेन ए ओ इति वर्णसमूहः, ऐच् इत्यस्य कथनेन ऐ औ इति वर्णसमूहः, पुनः हट् एवमस्ति. न केवलं तत्, किन्तु न केवलं तत्, ततः अग्रे मध्ये इत्यस्मात् आरभ्य अपरस्य सूत्रस्य अन्तपर्यन्तम् अपि वक्तुं शक्नुमः. यया रीत्या अण् इत्यस्य वदनेन अ इ उ इति वर्णसमूहः तत्र इङ्गितं भवति, तत्र सङ्केतः भवति, यया रीत्या तया एव रीत्या तस्य मध्ये इत्यस्मात् आरभ्य, नाम इकारः अ इ ऊण् इत्यस्य मध्ये अस्ति खलु इ, अनन्तरम् अग्रिममस्ति ऋलृक् तत्र ककारः मध्ये ककारपर्यन्तं, यदि इकारः इत्यस्मात् आरभ्य ककारपर्यन्तं वदामः इक् इति वदामः, इक् इत्यस्य वदनेन इ उ ऋलृ तत्र अन्तिम णकारः न अन्तर्भूतः. पुनः उदाहरणार्थं यदि वयं वदामः तत्र अच् अच् अच् इति सर्वे स्वराः खलु, तत्र अ इत्यस्मात् आरभ्य च ए औच् इति च इत्यस्य वर्णस्य इति वर्णपर्यन्तं भवति अ इ उ ऋलृ ए ओ ऐ ओ इति अच्. एवमेव तत्र ततः अग्रे ह इत्यस्मात् आरभ्य अन्तपर्यन्तं ल अस्ति खलु, ल ह ल हल् हल् इति सर्वाणि व्यञ्जनानि हयवर ल यमगणन झ भ घट द इत्यादयः स्वर वर्णाः सन्ति, हल् वर्णाः इति हल् इति प्रत्याहारः इति वदामः, हल् प्रत्याहारः, अच् इति प्रत्याहारः, प्रत्याहारः इत्युक्ते वर्णसमूहः वर्णसङ्ग्रहः. तत्र च प्रत्येकं सूत्रस्य अन्तिमवर्णः न अन्तर्भूतः, अयं वर्णः केवलं चिह्नमस्ति, चिह्नं यत् अत्र समाप्यते. अतः अत्र अग्रिमे पुटे तत्र उदाहरणानि सन्ति, उदाहरणानि पश्येम एकवारं, तत्र अखिला भगिनी प्रदर्शयतु कृपया अत्र किं किम् अस्ति. सविवरणं दर्शिताः सन्ति अन् ऐ उ अक् ऐ उरुलृ यण् यवरल अच् सर्वेश्वराः हल् सर्वाणि व्यञ्जनानि अल् सर्वे अपि वर्णाः हष् मृदुव्यञ्जनानि खर् कर्कषव्यञ्जनानि जष् वर्गीयतृतीयव्यञ्जनानि. अण् इत्युक्ते किम् इति दृष्टवन्तः, ऐ उन् इति यदस्ति तत्र अण् इति वदामः चेत् अ इ उ इति सूचयति, तथैव अक् इत्युक्ते ऐ उन् ऋलुक् इति तत्र संयोजयित्वा तत्र ऐ उ ऋलृ इति ऐ अक् इति वदामः, तथैव अच् इति वदामः चेत् तत्र सर्वे स्वराः ऐ उन् ऋलुक् ए ओङ् ऐ औच् इति तत्र मिलित्वा तत्र अच् इति भवति. अपि च हन् क्षम्यतां यण् इति वदामः चेत् यवरल इति तत्र भवति. हल् इति तु तत्र सर्वाणि व्यञ्जनानि हयवरठ आरभ्य हल् इति अन्तिमपर्यन्तं तत्र मिलित्वा सर्वे व्यञ्जनानि भवति. अल् इति सर्व प्रत्याहारे आरम्भतः अन्तिमपर्यन्तं वदामः चेत् तत्र अल् इति सर्वाणि सर्वे अपि वर्णाः सर्वाणि स्वराणि अपि च सर्वाणि व्यञ्जना सर्वे स्वराः सर्वाणि व्यञ्जनानि द्वयमपि मिलित्वा सर्वे वर्णाः भवन्ति. बहु सम्यक् अस्ति, बहु स्पष्टमस्ति. धन्यवादः भगिनि. इदानीं रत्ना भगिनी, रत्ना भगिनी अस्ति? आं महोदय. अत्र हश् इति किमर्थं मृद्युव्यञ्जनानि हश् वदामः? हश् इति किमर्थं मृद्युव्यञ्जनानि? लिखितमस्ति खलु. तत्र पञ्चमसूत्रं पश्यामः चेत् ततः आरभ्य ह य व र ल हश् षकारः कुत्र आगच्छ हय व र ल न्याम गण न ज झ भ घ ढ ध ज ब ग ड द एतानि वयं दृष्टवन्तः मृदुव्यञ्जनानि इति. मृद्यञ्जनानि इति वक्तव्यं चेत् हश् इति वदामः तत्र. एतानि वर्णानि एताः वर्णाः तत्र आगच्छन्ति. एते वर्णाः, हा सत्यं सत्यं. नाम तृतीय चतुर्थ पञ्चम च सदस्याः वर्गीयव्यञ्जनानाम् अपि च यरवल हयवरल इति अस्ति. हा बहु समीचीनमस्ति. अधुना अन्ततो गत्वा अत्र हा सन्ध्याभगिनी, सन्ध्याभगिनी अस्ति वा? भवती न उक्तवती अद्य, नास्ति वा? अस्तु, राजेन्द्रमहोदय अत्र खर् इति किमर्थं वदामः? कर्कषव्यञ्जनानि खर् तत् किमस्ति महेश खः तत्र स पर्यन्तं सर्वे व्यञ्जनानि यत् प्रथमद्वितीयव्यञ्जनानि या वर्गेषु सन्ति अन्यत् तत् श स तत् ते अपि अन्तर्भूताः सन्ति कर्कषव्यञ्जनानि तत्र. ख इति अस्मात् आरभ्य रेफ पर्यन्तं ख फ छ ठ थ च ट त क प श श स इति कर्कषव्यञ्जनानि सन्ति. तत्र संक्षेपः अस्ति, अतः सौकर्यार्थम् एतत् सर्वं दत्तमस्ति. सौकर्यम् अस्ति इति प्रत्याहारः. एतावता तत्र माहेश्वरसूत्राणि अधीतानि, अपि च प्रत्याहारः कः इति परिशीलितमस्ति. सर्वेषां मनसि स्पष्टता आगता अस्ति इति आशा अस्ति. अधुना अस्माकं समयः जातः, किन्तु अयमेव विषयः नाम यत्र सन्धिविषयः अवगन्तव्यः अस्ति तत्र माहेश्वरसूत्राणि अवश्यं ज्ञातव्यानि सन्ति. इदानीं च स च बोधः जातः अस्ति. सम्यक् गृहपाठरूपेण यावत् वयं पठितवन्तः तावत् सर्वं सम्यक्तया पठित्वा अवगच्छन्तु. अनन्तरम् अग्रिमे सप्ताहे ततः अग्रे सरेम. धन्यवादः. गृहकार्यमस्ति वा? धन्यवादः. प्रेषयामि प्रेषयामि प्रेषयामि. अस्तु, धन्यवादः. धन्यवादः तर्हि. धन्यवादः.